सरस्वती महाभागे विद्ये कमले लोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति पाणिनीयं सूत्रं कथं पठनीयम्। वयं दृष्टवन्तः तस्मिन् करपत्रे यः अन्तिमं बिन्दुः अस्ति तत्र सूत्राणि षड्विधानि इति तस्य विषये तत्र चर्चा दत्तं। वयं दृष्टवन्तः तत्र अष्टाध्यायी इति ग्रन्थे षड्विधानि सूत्रलक्षणानि ते कानि इति वदामः चेत् संज्ञा च परिभाषा च विधिर्नियम एव च अधिकार अतिदेशो अधिकारश्च षड्विधं सूत्रलक्षणम् इति तत्र एकं श्लोकं दत्तं। वयं दृष्टवन्तः तत्र ये प्रथमप्रकारकः सूत्रं ग्रन्थे अस्ति तस्य नाम अस्ति संज्ञासूत्रं। सो संज्ञासूत्रेण किं भवति, संज्ञासूत्रेण केवलं कस्यचित् वर्णस्य अपि च कस्यचित् शब्दस्य पारिभाषिकशब्दस्य नामकरणं पाणिनिद्वारा यत्र क्रियते तदेव संज्ञासूत्रं। सो तत्र केवलं नामकरणम् अस्ति संज्ञासूत्रे कस्यचित् वर्णस्य अपि च कस्यचित् पारिभाषिकशब्दस्य कृते तत्र डेफिनिशन् दत्तम्। इत्युक्ते अस्मिन् ग्रन्थे वृद्धिः इत्युक्ते किम्, अस्मिन् ग्रन्थे गुणः इत्युक्ते किम्, अस्मिन् ग्रन्थे तत्र यः संहिता इत्युक्ते किं, तत्र अपृक्त इति यः तत्र शब्दं महर्षिणा प्रयुक्तं तस्य अर्थः कः। सो तत्र बहूनि संज्ञासूत्राणि तत्र पाणिनिना प्रथम अध्याये एव दत्तं। वयं दृष्टवन्तः अनन्तरं तत्र परिभाषासूत्रम् आयाति। द्वितीयप्रकारकः यः सूत्रम् अस्ति सः अस्ति परिभाषासूत्रम्। सो परिभाषासूत्रेण किं भवति, यत्र नियमः नास्ति, यत्र विधिसूत्रे कार्यस्य कृते भ्रमः जायते तत्र परिभाषासूत्रम् आगत्य सहायता करोति। महर्षिणा तादृशः तत्र रीति आधारेण तादृशी शैली सः तत्र कृतवान्, यत्र यत्र एकं तादृशः सूत्रम् अस्ति यस्य उपयोगिता अन्य अग्रिमेषु तत्र बहुषु सूत्रे भवति। अतः महर्षिः किं कृतं, सः तत् सूत्रं परिभाषासूत्रस्य अन्तर्गते तत्र तद् दत्तं। सो परिभाषासूत्रं वदामः चेत् यत्र विधिसूत्रे अपि च कुत्रचित् कस्यचित् शास्त्रस्य कृते यत्र भ्रमः जायते तत्र किं भवति, तत्र विधि परिभाषासूत्रम् आगत्य तत्र सहायता करोति। यथा वयं दृष्टवन्तः तत्र एकं सूत्रम् अस्ति, वाट् इस् देट्, स्थाने अन्तरतमः। स्थाने अन्तरतमः इति सूत्रं न केवलं तत्र इको एनर्जि इति सूत्रे तस्य आवश्यकता, परन्तु बहुषु सूत्रेषु स्थाने अन्तरतमः इति सूत्रस्य तत्र सः तत् सूत्रम् आगत्य सहायता करोति। सो स्थाने अन्तरतमः इति एकं परिभाषासूत्रम्। एकनिमेषः, अस्माकं विषयः कुत्र अस्ति, वट् वास् द पेज् नम्बर्, तथैव तत्र किमस्ति, तृतीयप्रकारकः यः सूत्रमस्ति सः तत् सूत्रमस्ति विधिसूत्रं। संज्ञा च परिभाषा च विधि, विधिसूत्रेण किं भवति, येन सूत्रेण कार्यं विधीयते तदेव विधिसूत्रम्। इत्युक्ते यस्मिन् सूत्रे कस्यचित् कार्यस्य कृते, वयं जानीमः व्याकरणे त्रीणि कार्याणि भवन्ति, लोपकार्यं, आगमकार्यम्, आदेशकार्यम्। सो यस्मिन् सूत्रे यद् लोपकार्यं वा आदेशकार्यं वा अपि च आगमकार्यस्य कृते तत्र निर्देशं दत्तं तदेव विधिसूत्रं। सामान्यतया वदामः चेत् येन सूत्रेण कार्यं विधीयते तदेव विधिसूत्रम्। अनन्तरं नियमसूत्रस्य विषये वयं पठितवन्तः, तत्र नियमसूत्रं किं करोति, नियमसूत्रस्य तत्र किं कार्यस्य कृते निर्देशम् अस्ति, परन्तु यत् पूर्वे महर्षिणा उक्तं यत् येन पूर्वात् विद्यमानः शास्त्रम् अथवा कार्यम् अथवा नियमः सीमितो भवेत्, लघ्वी भवेत्, तदेव किमस्ति, तस्य नाम कः, नियमसूत्रम्। सो नियमसूत्रेण प्रायशः तत्र कीदृशी शैली अस्ति ग्रन्थे, आदौ तत्र महर्षिः सामान्यसूत्रस्य विषये वदति, इत्युक्ते सामान्यनियमः, सामान्यकार्यं किम्। अनन्तरं यदि तस् तादृशकार्यस्य कृते किञ्चित् सङ्कोचः आवश्यकतः, तस्य कृते आवश्यकता अस्ति अथवा तत्र लाघवार्थं किञ्चित् आवश्यकता अस्ति, तत् सः भिन्नसूत्रद्वारा तत्र वदति महर्षिः। सो तदेव विधिसूत्रं। सो वयं किं वदा नियमसूत्रं, क्षम्यतां, सो नियमसूत्रं किं करोति, तत्र यः पूर्वात् विद्यमानः येन, इत्युक्ते येन सूत्रेण पूर्वात् विद्यमानः नियमः सीमितो भवति अथवा लघ्वी भवति, तदेव नियमसूत्रं। सो नियमसूत्रस्य कृते तत्र अस्मिन् करपत्रे तत्र यः उदाहरणमस्ति सः अस्ति रात्सस्य। परन्तु रात्सस्य इति अन्येन कस्य कार्यं लघ्वी भवति, तत् सूत्रमपि आवश्यक पठनीयं। सो तत् सूत्रम् अस्ति संयोगान्तस्य लोपः। सो संयोगान्तस्य लोपः इति सूत्रं सामान्यसूत्रम्, इत्युक्ते तस्मिन् सूत्रे महर्षिणा किं दत्तं, पदस्य अन्ते संयोगः अस्ति चेत् तस्य अन्तिम अलस्य लोपः करणीयम् इति सामान्यनियमः। परन्तु रात्सस्य इति अन्येन अनन्तरं महर्षिः साक्षात् अनन्तरं वदति, यदि रकार अपि च अन्य व्यञ्जनस्य तत्र अन्ते, पदस्य अन्ते संयोगः अस्ति, तत्र तत्र एतादृशः नियमः करणीयम्। कीदृशनियमः, रात्सस्य, इत्युक्ते रकारस्य परे केवलं सकारस्य एव किं करणीयं, लोपः करणीयम्, अन्यवर्णस्य न। सो तत्र रकार अपि च अन्य यः व्यञ्जनः यः अस्ति तस्य संयोगस्य विषये तत्र महर्षिणा दत्तं। परन्तु आदौ सः किं वदति, यत् किमपि संयोगः पदस्य अन्ते अस्ति तस्मिन् संयोगे यः अन्तिम अलः तस्य लोपः करणीयं। तस्य विषये वयं दृष्टवन्तः, तत्र अबाबन्द् इति एकं तत्र यङ् लुगन्तदातु अस्ति बाबन्द्, तत्र यः लङ्लकारस्य प्रथमपुरुष एकवचनस्य रूपं यः अस्ति सः अस्ति अबाबन्द्। सो तत्र अबाबन्द् यः आदौ भवति, तत्र अन्तिमं यः नकारदकारस्य संयोगः, तत्र धकारस्य लोपः भवति। केन सूत्रेण, संयोगान्तस्य लोपः इति सूत्रेण। किमर्थं चेत् अत्र नकारदकारस्य संयोगः अन्ते अस्ति, परन्तु यत्र यत्र रेफः अपि च अन्यव्यञ्जनस्य संयोगः तत्र पश्यामः, तत्र चिन्तनम् अस्माभिः करणीयं। किं चिन्तनं, किमर्थं चेत् तत्र व्याकरणे, तत्र शास्त्रे, ग्रन्थे तत्र रात्सस्य इति एकम् अन्यत् सूत्रमपि अस्ति, यस्मिन् रकार अपि च अन्यव्यञ्जनस्य कृते तत्र नियमः पाणिनिना विशिष्टनियमः तत्र सः कृतवान् महर्षिः। सो तस्य विषये सर्वदा तत्र स्मर्तव्यम्। अतः तत्र नियमसूत्रः साक्षात् विधिसूत्रस्य साक्षात् अनन्तरम् एव ग्रन्थे दत्तं, यत्र यत्र नियमः आवश्यकम् अस्ति, किञ्चित् लाघवार्थं तत्र नियमः पूर्वविद्यमानस्य शास्त्रस्य अथवा नियमस्य कृते यत्र लघ्वीकरणम् आवश्यकं भवति, तत्र महर्षिः साक्षात् अनन्तरम् एव तत् वदति। एकनिमिषः निमित्तम् आम् अत्र स्क्रीन् दृश्यते वा? आम् अत्र दिस् इस् द पेज् पेज् नम्बर् फैव् अस्तु. सो पदान्ते संयोगः अस्ति चेत् तत्र किं चिन्तनं? वयं जानीमः ग्रन्थे एकं सूत्रम् अस्ति संयोगान्तस्य लोपः. पदान्त पदसंज्ञा यस्य अस्ति इत्युक्ते सुप् तिङन्तं पदं यस्य अन्ते सुप् विधीयते अपि च यस्य अन्ते तिङ् विधीयते व्याकरणे तदेव पदं. तादृशपदस्य अन्ते संयोगः वर्तते चेत् तत्र एकं विशिष्टकार्यं करणीयं. तत्र सूत्रमस्ति संयोगान्तस्य लोपः इति सूत्रं वदति. सो संयोगान्तस्य लोपः इति सूत्रं किं वदति? पदस्य अन्ते इत्युक्ते तिङन्तपदम् अथवा सुभन्तपदं तस्य अन्ते अन्तिमं रूपं पश्यामः चेत् यदि तत्र संयोगः इत्युक्ते हल् वर्णयोः मध्ये तत्र संहिता अस्ति, तत्र मध्ये किमपि स्वरः नास्ति चेत् तस्य नाम अस्ति संयोगः. हलो अनन्तराः संयोगः इति संज्ञासूत्रम्. तेन सूत्रेण किं भवति? व्याकरणे संयोगः इत्युक्ते किं? तद् दत्तं तेन सूत्रेण. सो द्वौ अथवा द्वौ अधिक हल् वर्णयोः मध्ये तत्र किमपि अव्यवहितरूपेण तत् सर्वं ते हल् वर्णाः तत्र भवन्ति चेत् तस्य नाम एव संयोगः. सो पदान्ते संयोगः इति वदामः चेत् यस्य पदस्य अन्ते संयोगः वर्तते तत्र किं करणीयम्? अन्तिमम् अलस्य तत्र लोपः करणीयम् इति सूत्रं वदति सामान्यनियमः. सो अत्रापि यद्यपि सूत्रे लिखितम् अस्ति संयोगान्तस्य लोपः, कस्य लोपः? संयोगस्य लोपः इत्युक्ते यः संयोगः अस्ति नकार सकारस्य नकार यकारस्य संयोगः, तत्र सूत्रं वदति संयोगान्तस्य लोपः. सो तत्र भ्रमः जायते, अस्मिन् सूत्रे किञ्चित् भ्रमः जायते. सम्पूर्णसंयोगस्य लोपः करणीयं वा एकम् एव अलस्य तत्र लोपः करणीयम्? अतः यस्मिन् सूत्रे कार्यस्य कृते भ्रमः जायते तत्र परिभाषासूत्रम् आगत्य सहायता करोति इति परिभाषासूत्रस्य प्रयोजनम् अस्ति व्याकरणशास्त्रे. सो अत्रापि अत्र अस्माकं मनसि प्रश्नः आयाति, सूत्रं वदति संयोगान्तस्य लोपः. सो सम्पूर्णसंयोगस्य लोपः करणीयं वा? सो अत्र अलो अनन्त्यस्य इति परिभाषासूत्रम् आगत्य सहायता करोति. नो, सम्पूर्णसंयोगस्य लोपः न करणीयम्, अलो अनन्तस्य इत्युक्ते अन्तिमम् अलस्य एव लोपः इति सूत्रस्य अर्थः. सो यत्र यत्र तत्र तादृशः भ्रमः, लोपकार्यस्य कृते भ्रमः जायते, सम्पूर्ण अङ्गस्य लोपः करणीयं वा सम्पूर्णसंयोगस्य लोपः करणीयं वा, तत्र तत्र अलो अनन्तस्य इति सूत्रम् आगत्य वदति यत्र यत्र लोपकार्यं करणीयं यदि सः अन्ते अस्ति चेत् तत्र अन्तिमम् अलस्य एव लोपः. सो अत्रापि संयोगे यः अन्तिमम् अलः तस्य एव लोपः. यथा अबाबन्द् इति यः रूपम् अस्ति तत्र नकारदकारस्य संयोगः पदस्य अन्ते वर्तते. सो तत्र नकारदकारयोः लोपः, तत्र तयोः लोपः न भवति, तत्र केवलम् अन्तिमम् अलस्य एव लोपः करणीयं. वयं कथं जानीमः? सो अस्मिन् सोपाने अलो अनन्तस्य विषये अपि तत्र वक्तव्यम्, अन्यथा वयं न जानीमः तत्र सम्पूर्णसंयोगस्य लोपः करणीयं वा केवलम् अन्तिमम् अलस्य एव लोपः. सो नियमः कः? अन्तिमम् अलस्य एव लोपः. सो यः अन्तिमं रूपम् अस्ति सः अस्ति अबाबन्. किमर्थं चेत् दकारस्य लोपः, केन सूत्रेण? संयोगान्तस्य लोपः. इदानीं रात्सस्य विषये पठामः. रात्सस्य इति यः नियमसूत्रं, कस्य कृते? संयोगान्तस्य लोपः इति सूत्रस्य यः कार्यक्षेत्रम् अस्ति सः रात्सस्य इति अन्येन नियमसूत्रेण लघ्वी भवति. सो अत्र यत् किमपि संयोगः पदस्य अन्ते वर्तते तस्मिन् संयोगे यः अन्तिमम् अलः तस्य लोपः करणीयम् इति सूत्रस्य सामान्यनियमः, परन्तु अस्य कृते सङ्कोचः आवश्यकम्। सः तत् महर्षिणा केन सूत्रेण दत्तं? नियमसूत्रेण। सो तत् सूत्रं किं? रात्सस्य। इदानीं रात्सस्य विषये अत्र अद्य पठामः, द्वितीयबिन्दुतः इदानीं पठामः। आम्, अत्र रात्सस्य विषये लिखितम् अस्ति। कः पठितुम् इच्छति? कः अथवा का पठितुम् इच्छति? न महोदय, अस्मिन् विभागेन श्लोचना भगिनी अस्ति वा? पठतु अत्र। संयोगस्य प्रथमसदस्यः रेफः चेत् रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न। तावत् वदतु। अत्र एव यः शब्दम् अस्ति सः बहु महत्वपूर्णशब्दः, अत्र पदमस्ति। एतस्य वाक्यस्य विषये वदतु, भवती किम् अवगतवती? लोपः इत्यनेन सूत्रेण, अलोन्तस्य इत्यनेन सूत्रेणापि यत्र कुत्रापि पदान्ते संयोगः संयोगवर्णः अस्ति चेत् तस्य अन्तस्य अलस्य लोपः भवति इति पूर्वम् उक्तम् इति सूत्रेण। किन्तु अत्र नियमसूत्रेण यद्यपि पदान्ते संयोगवर्णः भवति चेदपि रेफः अस्ति चेत् संयोगपदस्य अन्ते रेफः भवति, तदनन्तरं सकारः भवति चेत् सकारस्य एव लोपः भवति, रेफस्य अनन्तरं कोऽपि अन्यः वर्णः भवति चेत् तस्य लोपः न भवति इति मया अवगतम्। आमां, सम्यक् भगिनि। सो आम्, अनन्तरं तत्र बहूनि उदाहरणानि तत्र दीयते अस्मिन् करपत्रे भगिनि, उदाहरणमपि अत्र दत्तम्। सो अस्मिन् वाक्ये किं लिखितम् अस्ति? संयोगस्य प्रथमसदस्यः रेफः चेत्, कृपया म्यूट् मध्ये तिष्ठतु, तत्र प्रतिध्वनि आयाति, इको आयाति तत्र। सो कीदृश अत्र विशिष्टसंयोगस्य विषये अत्र रात्सस्य इति सूत्रे महर्षि विशिष्टसूत्रस्य विशिष्टसंयोगस्य विषये अत्र वदति महर्षि। कीदृशसंयोगः? रेफः र अपि च अन्यवर्णस्य संयोगः, यत्र यस्मिन् संयोगे प्रथमवर्णः रेफः, इत्युक्ते रकारः आदौ आयाति, तस्य अनन्तरं कोऽपि अन्य साक्षात् अनन्तरं कोऽपि अन्यव्यञ्जनः आयाति, तादृशसंयोगस्य विषये किं करणीयम्? सो अत्र नियमसूत्रे तद् दत्तम्। सो संयोगस्य प्रथमवर्णः रेफः अस्ति चेत् रेफात् अनन्तरं तत्र सकारः, इत्युक्ते र स इति संयोगः पदस्य अन्ते वर्तते चेत् तत्र सकारस्य एव लोपः भवति। सो एव इति कथनेन रेफस्य अनन्तरं सकारस्य एव लोपः, अन्यवर्णस्य न, इत्युक्ते तत्र आम् अत्र दृश्यतु, पि पि टि दृश्यते वा? आम् महोदय। सो अत्र एवः इति कथनेन रेफात् अनन्तरं केवलं रेफात् अनन्तरं सकारः आयाति चेत् तत्रापि संयोगः र स इति संयोगः पदस्य अन्ते। सो तत्र रात् सस्य रात् इति कथनेन तत्र पञ्चमी एकवचनम् अस्ति। सो पञ्चमी एकवचनं सूत्रे अस्ति चेत् वयं जानीमः परकार्यं पूर्वनिमित्तं, तत् निमित्तं भवति। पञ्चमी विभक्त्यान्तं पदः कार्यस्य कृते निमित्तं भवति। अस्मिन् सूत्रे रात्सस्य इति सूत्रे तत्र संयोगान्तस्य लोपः इति सूत्रस्य सम्पूर्णतया अनुवृत्तिः आवश्यकम्। इत्युक्ते इण्डिविजुवलि पठामः चेत् रात्सस्य इति न अवगन्तुं शक्यते किं करणीयं. सो अस्मिन् सूत्रे अपि लोपकारी अस्य कृते निर्देशः. कथं जानीमः? तत्र अनुवृत्तिरूपेण एव जानीमः. सो अनुवृत्तिसहितसूत्रं किं? संयोगान्तस्य पदस्य रात् सस्य लोपः. सस्य इति कथनेन तत्र सकारस्य लोपः. सो रेफात् अनन्तरं सकारः वर्तते चेदेव तत्र लोपः करणीयः. रेफात् अनन्तरं कोऽपि अन्यव्यञ्जनः आयाति चेत् तत्र लोपः न करणीयः इति तत्र एव इति लिखितम् अस्ति. केवलं रेफात् अनन्तरं केवलं सकारस्य एव लोपः. पदस्य अन्ते रेफ अपि च सकारस्य संयोगः वर्तते चेत् तत्र सकारस्य एव लोपः, अन्यव्यञ्जनस्य न. सो इति एव इति पदेन वयं ज्ञातुं शक्यते. यथा कोऽपि पदः अस्ति चेत् तिङन्त अथवा कृदन्तपदं, सुबन्त अथवा कृदन् तिङन्तपदम् अस्ति चेत् यदि तस्य यथा अबाभन् इति नकारदकारस्य संयोगः अन्ते, यदि तस्य पदस्य अन्ते रेफः रकारः अपि च जकारस्य तत्र संयोगः, तत्र जकारस्य लोपः न भवति इति रात् सस्य इति सूत्रस्य अर्थः. किमर्थं चेत् संयोगस्य प्रथमवर्णः रेफः अस्ति चेत् तत्र अनन्तरं सकारः वर्तते चेदेव तत्र संयोगान्तस्य लोपः अपि च रात् सस्य इत्यनेन अन्तिमलस्य लोपः. परन्तु प्रथमवर्णः रेफः अस्ति, तत्र अनन्तरं सकारविहाय कोऽपि अन्यव्यञ्जनः अस्ति चेत् तत्र लोपः न करणीयं, तथैव तिष्ठति. इत्युक्ते पदान्ते पदस्य अन्ते र ज अस्ति चेत् तत्र जकारस्य लोपः न भवति, तथैव र श अस्ति चेत् तत्र षकारस्य लोपः न भवति. परन्तु यत्र यत्र पदस्य अन्ते रेफ अपि च सकारस्य संयोगः, तत्र तु रात्सस्य इत्यनेन सकारस्य लोपः भवति, सो र एव तिष्ठति. परन्तु सकारविहाय रेफस्य सह विद् रेफः कोऽपि अन्यव्यञ्जनः अस्ति चेत् तत्र कार्यं न करणीयम् इति एव इति कथनेन तस्य अर्थः भवति. सो सकारस्य एव लोपः, रात् अनन्तरं सकारस्य एव लोपः, संयोगान्तस्य लोपः इति सूत्रस्य सम्पूर्णतया तत्र अनुवृत्तिः. अनन्तरं तत्र सूत्रस्य विषये दत्तम् अस्ति, तदपि पठामः. अत्रापि पठतु भगिनि. रात्सस्य यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत् रेफात् परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न. रात् पञ्चम्यन्तं, सस्य षष्ट्यन्तं, द्विपदमिदं सूत्रं संयोगान्तस्य लोपः इति सूत्रस्य पूर्णतया अनुवृत्तिः पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं रात् संयोगान्तस्य पदस्य सस्य लोपः इति. अत्र प्रथमवाक्ये तत्र वयं दृष्टवन्तः अस्मिन् जालस्थाने, इत्युक्ते वर्ल्ड् संस्कृत डाट् नेट् इति जालस्थाने, यदा कोऽपि सूत्रस्य तत्र विवरणं दत्तं, तत्र कथं तत्र सः विवरणं दत्तम्, आदौ तत्र सूत्रस्य सामान्य अर्थः कः इति प्रथमवाक्ये अथवा वाक्यद्वये तत्र दत्तम्. अनन्तरं सूत्रे यानि पदानि तदपि दत्तम्, कति पदानि अस्मिन् सूत्रे तदपि दत्तं, प्रत्येकस्य पदस्य तत्र विभक्ति का तदपि दत्तम्. अनन्तरम् अस्मिन् सूत्रे कस्य कस्य पदस्य अनुवृत्ति आवश्यकं तदपि दत्तम्. अनन्तरम् एतत् सूत्रं कस्य अधिकारे आयाति, कस्य सूत्रस्य अधिकारे आयाति तदपि दत्तम्. सो अन्ते तत्र किं दत्तमस्ति? अनुवृत्तिसहितसूत्रम् इति वयम् अस्मिन् करपत्रे एव तत्र दत्तं. वर्ल्ड् संस्कृत डाट् नेट् इत्युक्ते ये यानि तत्र करपत्राणि सन्ति, स्वरूपमहोदयेन निर्मितम् एतत् जालस्थानं, तत्र सूत्रस्य विवरणं कथं दत्तम् इति अस्मिन् करपत्रे वयं दृष्टवन्तः. सो अत्रापि प्रथमवाक्ये तत्र सूत्रस्य सामान्य अर्थः कः इति दत्तम्, अनन्तरं सूत्रे कति पदानि तदपि दत्तं, द्विपदम् इदं सूत्रम्, अस्मिन् सूत्रे द्विपदानि पदौ अत्र स्तः, प्रत्येकस्य पदस्य विभक्ति का वयं जानीमः, विभक्तिद्वारा वयं ज्ञातुं शक्यते तत्र कार्यं कुत्र करणीयं, निमित्तं कः अस्मिन् सूत्रे, निमित्तं किं, केन कारणेन अत्र निमित्तं भवति. सो अत्र रात् इति कथनेन अत्र पञ्चमी अन्तं पदः, सो पञ्चमी विभक्ति यथा रामात् आत्, सो अत्र रकारः निमित्तं भवति, कस्य कृते, लोपकार्यस्य कृते रकारः निमित्तं. सो सूत्रं वदति रात् अनन्तरं सस्य एव लोपः, अन्यवर्णस्य न इति सूत्रस्य फलित अर्थः. सो रा यद्यपि अत्र अन्यवर्णस्य विषये न लिखितम् अस्ति, अत्र लिखितम् अस्ति रात् अनन्तरं सकारस्य लोपः करणीयम्. सो सकारस्य किं करणीयं, लोपः करणीयम्, परन्तु तस्य फलितार्थः कः, रात् अनन्तरं कोऽपि अन्यव्यञ्जनः आयाति चेत्, स विहाय कोऽपि अन्यव्यञ्जनः रात् अनन्तरम् आयाति चेत्, यद्यपि तत् पदान्ते अस्ति तथापि तत्र तस्य अन्तिमम् अलस्य अन्यव्यञ्जनस्य लोपः न करणीयम् इति सूत्रस्य फलितार्थः. सो रात् सस्य इत्यनेन रेफात् अनन्तरं सकारस्य लोपः, परन्तु वयं जानीमः, सि इफ् वि सी इट् इण्डिविजुवलि वी हेव् टु लिङ्क् दिस् सूत्रः विद् संयोगान्तस्य लोपः. किमर्थं चेत् संयोगान्तस्य लोपः वदति पदस्य अन्ते यत् किमपि संयोगः, तत्र रात् विषये किमपि न लिखितं, संयोगान्तस्य लोपः इति सामान्यनियमः, पदस्य अन्ते यत् किमपि संयोगः तस्मिन् यः संयोगे यः अन्तिमम् अलः तस्य लोपः करणीयम् इति सामान्यनियमः. साक्षात् अनन्तरं महर्षिः वदति रात् सस्य रेफात् अनन्तरं सकारस्य एव लोपः, इत्युक्ते रेफात् अनन्तरम् अन्यवर्णः आयाति चेत् तस्य का गति, तस्य लोपः न करणीयम् इति सूत्रस्य फलितार्थः. सो मच् विज्डम् वी हेव् टु अप्लै. अस्तु, सो अत्र संयोगान्तस्य लोपः इति अष्टमध्याये द्वितीयपादे तत्र त्रिविंशतितमं सूत्रमस्ति, तस्य सम्पूर्णतया लोपः अस्मिन् सूत्रे भवति. अपि च एतत् सूत्रं कस्य अधिकारे आयाति, पदस्य अधिकारे आयाति. सो अधिकारसूत्रं व्याकरणे अधिकारसूत्रम् इत्युक्ते किं जानाति वा कोऽपि? पुनः तस्य विवरणं पुनः आयाति. आम्, यस्य सूत्रस्य आम् वयं किं वदामः, यस्य सूत्रस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु भवति तदेव अधिकारसूत्रं. सो भिन्नरीत्या वदामः चेत् यस्य सूत्रस्य अनुवृत्तिः रिपिटिशन् अग्रिमेषु बहुषु सूत्रेषु भवति तदेव अधिकारसूत्रं. सो पदस्य इति यः अस्ति अत्र, पदस्य इति यः सूत्रम् अस्ति अष्टमध्याये प्रथमपादे षोडशसूत्रं, षोडशसूत्र आरभ्य एतत् सूत्रं द्वितीयपादे वर्तते. सो प्रथमसूत्रे यानि सूत्राणि, षोडश अनन्तरं यानि सूत्राणि, अपि च द्वितीयपादे तत्र चतुर्विंशतितमं सूत्रम् अस्ति रात्सस्य, अस्य अनन्तरमपि बहूनि सूत्राणि. सो एतेषु बहुषु सूत्रेषु पदस्य पदस्य पदस्य इति विशिष्ट एतत् पदम् अस्ति, तस्य आवश्यकता. अतः महर्षिः किं करोति, एतत् विशिष्टपदम् आदौ एव दत्तम्. सो ही मेक्स् दिस् विशिष्टपदः एज् अधिकारः, अधिकारसूत्रम्. सो अधिकारसूत्रस्य अनुवृत्ति अग्रिमेषु बहुषु सूत्रेषु भवति. सो अत्रापि पदस्य इति अधिकारः, इत्युक्ते रेफसकारः पदान्ते वर्तते चेदेव तत्र पश्यामः रात्सस्य इति सूत्रस्य प्रसक्तिः. कुत्रचित् धातुः पदं नास्ति चेत् तत्र संयोगान्तस्य लोपः अपि च रात्सस्य इति सूत्रस्य प्रसक्तिः एव न भवति. सो पदस्य इति वदामः चेत् सूक्तिङन्तं पदं, तस्य तादृशः शब्दसमूहस्य अन्ते एव एतादृशः स्थितिः अस्ति चेत् तत्र सूत्रस्य प्रसक्तिः भवति. किमर्थं चेत् अत्र पदस्य अधिकारः वर्तते. पदं भवेत् तत्रापि तत्र एव पश्यामः कीदृशसंयोगः अन्ते वर्तते. सामान्यसंयोगः वर्तते चेत् अन्तिम अलस्य लोपः करणीयः. परन्तु विशिष्टसंयोगः, विशिष्ट इति कथनेन रकारः अपि च अन्यव्यञ्जनस्य संयोगः वर्तते चेत् तत्र लोपकार्यं न करणीयम्. रेफात् अनन्तरं केवलं सकारस्य संयोगः, सकारः वर्तते चेदेव सकारस्य लोपः, अन्यव्यञ्जनस्य न इति रात्सस्य. सो वाट् हेपन्ड् बै रात्सस्य? संयोगान्तस्य लोपः इति सूत्रस्य कार्यक्षेत्रम्. अनेन सूत्रेण लघ्वी, किञ्चित् सङ्कोचः तत्र आयाति, लघ्वी भवति. पूर्णतया तत्र तस्य कृते तत्र अपवादः न. तत्र विशिष्ट रात् अनन्तरं सकारः वर्तते चेदेव लोपः, अन्यवर्णः वर्तते चेत् तत्र लोपकार्यं न करणीयम्. सो we should know this, both these sutra. When we have to apply this type of thought, we should know that samanya sutrasya krite tatra kopi sankocha sutram to nasti, kopi niyama sutram to nasti, tada eva vayam samyaktaya karyam kartum shakyate. Yada tatra maya uktam, tatra ekam udharanam asti halantyam. Halantyam iti sutram vadati उपदेशावस्थायां यत्किमपि हलवर्णः तस्य लोपः करणीयम्. परन्तु वयं जानीमः तत्र तत्र अस्ति सु औजस् अम् ओट्षस्. तत्र अम् इति कथनेन मकारस्य, अम् इति कथनेन अकारमकारः, तदपि प्रत्ययः. सो तदपि उपदेशावस्थायाम् अस्ति, तथापि तत्र मकारस्य लोपः न भवति. सो रामम् इति तत्र पदं भवति, म श्रूयते अन्ते, तो म तु हलन्तम् अस्ति, अन्ते अस्ति, तथापि तत्र लोपः न भवति. किमर्थं चेत् महर्षिणा साक्षात् अनन्तरं हलन्त्यम् इति सूत्रस्य साक्षात् अनन्तरं तत्र दत्तं, न विभक्तो तुस्मा. तुस्मा इति कथनेन तु स म विभक्तिप्रत्ययेषु यद्यपि ते अन्ते अस्ति तथापि तेषां लोपः न भवति. सो साक्षात् अनन्तरं नियमसूत्रं दत्तं महर्षिणा. सो यदा वयं हलन्त्यं सूत्रं जानीमः तदा एव वयं कस्य कृते चिन्तनं कुर्मः, न विभक्तौ तुस्माः. बिकास् विभक्तिप्रत्ययेषु तुस्माः कदापि तत्र इति न भवति. यद्यपि महर्षि वदति हलन्त्यं, यत्किमपि हलवर्णः उपदेशावस्थायाम् अन्ते वर्तते तस्य इति करणीयम्. सो यदा वयं कोऽपि विधिसूत्रं पठामः, तस्य कोऽपि नियमसूत्रं नास्ति, तदपि तत्र सामान्यरीत्या तदपि पठनीयं, तदा एव वयं कार्यं सम्यक्तया कर्तुं शक्यते. अस्तु, इदानीम् अनन्तरं पठामः. कः पठितुं, धन्यवादः भगिनि. अनन्तरं कः पठितुम् इच्छति? चेतन भगिनी अस्ति वा? अहं प्रयत्नं करोमि. वस्तुतः इदं सूत्रं केवलं वदति यत् पदान्ते संयोगः अस्ति चेत् संयोगस्य प्रथमसदस्यस्य रेफ चेत् रेफापरस्य सकारस्य लोपः भवति. अयं च सकारलोपः संयोगान्तस्य लोपः एव सिद्धं खलु? तर्हि पुनः रातकस्य इति कथनस्य का आवश्यकता? सिद्धे सति आरभ्यमानो नियमाय भवति. अयं सकारलोपः पुनः उक्तः यतोहि अनेन नियमयति इदं सूत्रं नियमसूत्रम्. अस्य सकारलोपस्य पुनः कथनेन केवलं सकारलोपः अपरवर्णस्य न इति फलितार्थः. सो अतः सूचयितं कि Can I explain in English? Soon is the voice. प्रश्न भवति यत्र संयोगान्तस्य अधिकमस्ति अत्र प्रारम्भ भवतु कृपया अन्य सर्वे म्यूट् मध्ये तिष्ठतु तत्र प्रतिध्वनिः आयाति अन्य सर्वे म्यूट् मध्ये संयोगान्तस्य बहु ध्वनिः अस्ति किमपि न श्रूयते भगिनि तत्र किञ्चित् आडियो प्राब्लम् अस्ति तस्याः तस्याः गृहे एव डिस्टर्बेन्स् भगिनि आं तत्र आडियो आडियो विषये तत्र किञ्चित् प्राब्लम् अस्ति सम्यक्तया न श्रूयते भगिनि गायत्री भगिनि कोऽपि अन्य वक्तुम् इच्छति वा अत्र किं लिखितम् अस्ति सा तु तत्र पठितवन्तः इदानीं तत्र एतस्य परिच्छेदस्य कः अर्थः इति कोऽपि अन्य वक्तुम् इच्छति चेत् कृपया वदतु चेतन भगिनी वक्तुम् इच्छति वा सम्यक् न अवगतं भगिनि एकमेकं वाक्यं स्वीकरोतु भगिनि एकमेकं वाक्यं स्वीकरोतु तस्य विषये वदतु इदं सूत्रं केवलं वदति यत् पदान्ते संयोगः अस्ति चेत् संयोगस्य प्रथमसदस्यः रेफः चेत् रेफात् परस्य सकारस्य लोपः भवति एतत् इदानीमेव भवती उक्तवती रेफान्तम् अस्ति चेत् तदनन्तरं सकारः अस्ति चेत् एव सकारस्य लोपः भवति अन्य कोऽपि वर्णः अस्ति चेत् तस्य लोपः न भवति अनन्तरं द्वितीयवाक्यम् अयं च सकारः लोपः संयोगान्तस्य लोपः इत्यनेन एव सिद्धं खलु संयोगस्य सकारः लोपः इत्युक्ते संयोगान्तस्य लोपः इति सूत्रं किं वदति अन्ते संयोगः अस्ति चेत् तस्य एव लोपः भवति कस्य कस्य लोपः कस्य लोपः अन्तिमवर्णस्य आम् अन्तिम अलस्य लोपः इति संयोगान्तस्य लोपः सो यदि मया अन्ते संयोग इति एव न अवगतम् अन्ते संयोग इति अर्थ एव न अवगतं मया सि अत्र अभाबन्ध इति यः शब्दसमूहः अत्र वयं किं कृतवन्तः अत्र वयं ति त इति प्रत्ययः तत्र तस्य योगं कृतम् परन्तु केनचित् सूत्रेण तकारस्य अत्र किं भवति प्रथमे तत्र इकारस्य लोपः अनन्तरं तत्र हल्न्याभ्यो दीर्घात् सूतिस्य अपृक्तं हल् इत्यनेन तकारस्य अपि लोपः अभवत् यद्यपि अत्र त्युप् इति प्रत्ययस्य सम्पूर्णतया लोपः अभवत् तथापि अभाबन्ध इति पदसंज्ञा प्राप्नोति किमर्थं चेत् वयं तु त्युप् इति प्रत्ययः योजयामः परन्तु विशिष्टसूत्रद्वारा तत्र तिप् प्रत्ययस्य तत्र पकारसीत् संज्ञा अनन्तरम् इकारस्य तत्र नित् प्रत्ययः अस्ति अतः नित् लकारः अस्ति इकारस्य लोपः अनन्तरं तत्र हलात् अनन्तरं तत्र सूतिस्य इति अनेन तत्र अपृक्तसंज्ञा तकारस्य अपृक्तसंज्ञा अतः तकारस्य अपि लोपः सो तत् विषये न इदानीं चिन्तनं परन्तु अत्र अभाबन्ध यः शब्दसमूहः अस्ति इदानीं तस्य पदसंज्ञा भवति किमर्थं चेत् वी एडिड् दिस् टिप् प्रत्ययः परन्तु विशिष्टसूत्रद्वारा तत्र तिप् इति प्रत्ययस्य सम्पूर्णतया लोपः अभवत् सो अभाबन्ध इति एकं पदम् अस्ति तिङन्तपदम् अस्ति तत्र लङ्लकारस्य एकवचनस्य रूपम् अस्ति बन्ध् इति धातुतः लङ्लकारस्य एकवचनं तत्र पश्यामः चेत् तत् अबाबन् इदानीम् अबाबन् बन्ध् पश्यामः चेत् अत्रापि संयोगः अस्ति अस्मिन् वर्णसमूहे तत्र नकारदकारस्य संयोगः अस्तु परन्तु सः संयोगः कुत्र अस्ति पदस्य अन्ते अस्ति मध्ये कुत्र नास्ति सो यथा लुघन्त् लुघन्त् इति पश्यामः चेत् लुग न अत्रापि नकारतकारस्य संयोगः परन्तु अत्र अन्ते अकारः वर्तते सो अत्र संयोगः पदस्य अन्ते न वर्तते परन्तु अत्र अन्ते कोऽपि अकारः इकारः उकारः किमपि नास्ति सो अत्र यः संयोगः सः पदस्य अन्ते वर्तते अन्तिमं यः पश्यामः चेत् वर्णः अत्र संयुक्तवर्णः अन्ते अस्ति पदस्य अन्ते अस्ति चेत् तत्र किं भवति संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः भवति किमर्थं चेत् सूत्रं वदति संयोगान्तस्य लोपः इति वदति पदस्य अन्ते संयोगः वर्तते चेत् तत्र अन्तिमम् अलस्य लोपः करणीयम् सो अनेन सूत्रेण किं कार्यं दकारस्य लोपकार्यम् अभवत् स्वरूपं किम् अभाभन् इदानीम् अन्ते एकं हलवर्णः वर्तते परन्तु एतत् उपदेश अवस्थायां नास्ति इत्युक्ते एतत् अस्माकं निर्मितं पदं वी मेड् दिस् पदः बिकास् वी एडिड् तिप् इति प्रत्ययः वित् दिस् परन्तु केनचित् कारणेन तत्र तिप् प्रत्ययस्य सम्पूर्णतया लोपः अभवत् वी केनाट् हियर् एनी त अथवा इ अत्र अन्ते परन्तु तथापि एतस्य वर्णशब्दसमूहस्य पदसंज्ञा भवति किमर्थं चेत् किं कथं तत्र विषये तस्य विषये पदं भवति वा न भवति इति तस्य विषये किमर्थं चिन्तनम् संयोगान्तस्य लोपः इति सूत्रं पदस्य अधिकारे वर्तते इत्युक्ते पदमस्ति चेदेव तत्र संयोगान्तस्य अन्तिममलस्य लोपः करणीयं पदं नास्ति चेत् तत्र अत्रापि दृश्यतु बन्ध् इति धातुः धातुपाठे तत्र बन्ध् इति धातु दत्तम् अत्रापि अन्ते संयोगः वर्तते तथापि अत्र धकारस्य अस्मिन् सोपाने एव लोपः न भवति संयोगान्तस्य लोपः अत्रापि अन्ते संयोगः वर्तते परन्तु बन्ध् इति यः अस्ति सः तु धातुः अस्ति न तु पदम् अस्ति सुप्तिगन्तं पदम् एव व्याकरणे सो बन्ध् तु धातुः अस्ति पदं नास्ति अतः अत्र संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः एव न भवति किमर्थं चेत् एतत् सूत्रं पदस्य अधिकारे आयाति पदं अस्ति चेदेव तत्र अन्तिमम् अलस्य लोपः यदि तत्र संयोगः वर्ते सपोज् वी हेव् एन् अकारः दकारस्य अनन्तरं तत्र अकारः आर् इकारः आर् उकारः तत्र तु एतत् सूत्रस्य प्रसक्तिः एव नास्ति दिस् सूत्र केनाट् अप्लै दियर् ओन्लि बिकास् तत्र अन्ते संयोगः न वर्तते यत्र यत्र अन्ते संयोगः वर्तते तत्र एव एतत् सूत्रम् आगत्य कार्यं करोति अन्यथा तु एतत् सूत्रस्य तत्र आवश्यकता एव नास्ति इदानीम् अवगतं वा भगिनि सो तत्र पश्यामः पदम् अस्ति वा ऐदर् तिङन्तपदम् आर् सुबन्तपदम् सुबन्तपदस्य अन्ते अपि संयोगः वर्तते तत्रापि संयोगान्तस्य लोपः इति सूत्रेण तत्र अन्तिमम् अलस्य लोपः इति सामान्यनियमः सो तिङन्तं वा सुबन्तं वा तस्य अनन्तरं तत् पदं भवेत् तस्य अन्ते संयोगः अस्ति चेदेव लोपकार्यम् अस्तु इदानीम् अत्र किं लिखितमस्ति अयं च सकारलोपः संयोगान्तस्य लोपः इत्यनेन एवं सिद्धं खलु किमर्थं चेत् तत्र तु संयोगान्तस्य लोपः सामान्यनियमः तत्र न वदति रकारसकारस्य संयोगः अथवा नकारधकारस्य संयोगः अथवा पकारथकारस्य संयोगः यत्किमपि संयोगः अन्ते पदस्य अन्ते वर्तते तत्र अन्तिमम् अलस्य लोपः करणीयम् सो एतत् अत्र किं वदति यद्यपि रकार सकारात् सस्य इति सूत्रं किं वदति रेफात् अनन्तरं सकारः वर्तते चेत् तस्य लोपः तावत् एव वदति परन्तु हियर् वाट् हि सेज् देट् दिस् सकारस्य लोपः यः रात् सस्य इत्यनेन भवति तत्तु संयोगान्तस्य लोपः इति सूत्रेण एवं तत् तेन सूत्रेण एवं भवितुम् अर्हति सो तत्र पुनः द्वितीयसूत्रं तत्र दत् पाणिनिना किमर्थं दत्तं तस्य कृते तत्र प्रयोजनं किं वै हि इस् सेयिङ्ग् अगेन् रात् सस्य यद्यपि तत्र रकारसकारस्य पदस्य अन्ते रकारसकारस्य तादृशसंयोगः वर्तते चेत् सकारस्य लोपः भवति सकारः अन्तिमम् अलम् अस्ति चेत् तस्य लोपः सो देट् वर्क् शुड् हेव् बिन् डन् बै दिस् संयोगान्तस्य लोपः वै हि इस् सेयिङ्ग् अगेन् दिस् रात्सस्य वै हि इस् रिपीटिङ्ग् द सेम् थिङ्ग् वाट् हि हेस् सेड् इन् दिस् संयोगान्तस्य लोपः परन्तु तत्र तस्य कृते किमस्ति प्रयोजनम् अस्ति रात्सस्य इति कथनस्य कृते न केवलं सः तस्य आशः कः वट् हि इस् एक्स्पेक्टिङ्ग् हि इस् सेयिङ्ग् देट् रेफात् अनन्तरं केवलं सकारस्य लोपः केवलम् एव सकारस्य एव लोपः अन्यवर्णस्य न देट् इस् वै दिस् सेकेण्ड् नियमसूत्रः अनेन सूत्रेण सः किं करोति नियमयति कि रेफः अपि च अन्यव्यञ्जनस्य तत्र संयोगः अस्ति चेत् तत्र भिन्नकार्यं तत्र लोपः न भवति सो दिस् इस् विद् रेस्पेक्ट् टु रात् सो रात् अनन्तरं सकारस्य एव लोपः रात् अनन्तरं ज ट फ यत्किमपि अन्य सकारविहाय कोऽपि अन्यव्यञ्जनः अस्ति चेत् तस्य लोपः न भवति he does not say that see if he would have said that rat anantaram sakarasya he says that sakarasya eva lopah so we have to understand this that sakarasya eva anya varnasya na that is why he is saying this yadhyapi tatra sakarasya to lopah iti sanyogantasya lopah iti api tatena sutrena api bhavitum arhati तथापि एतस्य सूत्रस्य पुनः कथनस्य किम् आवश्यकता अनेन सः नियमयति रेफात् अनन्तरं केवलं सकारस्य एव लोपः अपरवर्णस्य न इति फलितार्थः सो अल्टिमेट् रिजल्ट् इस् देट् रेफात् रात् अनन्तरं केवलं सकारस्य लोपः अपरवर्णस्य न इति दिस् इस् द फलितार्थः देट् इस् वै हि हेस् अनेन सूत्रेण सः नियमयति सः विशिष्टनियम करोति कस्य विषये संयोगान्तस्य लोपः इति विषये दिस् इस् द शैली आफ् पाणिनि महर्षि ही गिव्स् द सामान्य फस्ट् देन् ही गिव्स् द विशिष्टः अस्तु भगिनी अवगतवती वा अस्मिन् परिच्छेदे बेसिकलि वट् सरूप् महोदय वदति इस् देट् वट् वास् द नीड् फार् सेयिङ्ग् रात्सस्य वेन् दिस् कार्य कुड् हेपन् फ्रोम् संयोगान्तस्य लोपः इत्यनेन तत्र रकारसकारस्य संयोगः अन्ते वर्तते चेत् अन्तिमम् अलस्य सकारस्य लोपः इति तु अनेन सूत्रेण अपि भवितुम् अर्हति सो वट् इस् द नीड् फार् सेयिङ्ग् रात्सस्य अगेन् बिकास् न केवलं रात् अनन्तरम् अस्मिन् सूत्रे तस्य फलितार्थः कः रात् अनन्तरं केवलं सकारस्य एव लोपः अन्यवर्णस्य न इति तस्य फलितार्थः यदा वयं दृष्टवन्तः रज अस्ति अथवा रष अस्ति चेत् तत्र लोपकार्यं न भवति तथैव तिष्ठति रज तथैव तिष्ठति रष तथैव तिष्ठति तत्र कोऽपि लोपकार्यं न भवति तादृशः पदं तत्र वर्तते व्याकरणे अत्र उदाहरणमपि दत्तम् अत्र पठतु चेतन् हरि ओम् महोदय रेफस्य परे सकारस्य भवति तत्र तु लोपः भवति आम् तत्र एव लोपः अत्र अन्यत्र नास्ति एवं संयोगान्तस्य लोपः अपवाद मत अत्र मत उदाहरणम् अस्ति अमार्ज अपवादः अस्ति संयोगान्तस्य लोप सूत्र अपवादसूत्रस्य कृते तत्र भिन्न डेफिनिशन् अस्ति महोदय सो अपवादं न वदामः इट् इस् एन् एक्सेप्षन् बिकास् अत्र रात्सस्य इत्यनेन नियमः भवति अत्र रात्सस्य इत्यनेन कार्यस्य कृते निर्देशः नियमसूत्रद्वारा अत्र कार्यस्य कृते निर्देशः बाधा भवति आम् परन्तु अपवादमपि वदामः परन्तु व्याकरणे अपवादसूत्रं भिन्नम् अस्ति अपवादसूत्रस्य कृते तत्र बहु चिन्तनम् अस्ति महोदय सो अत्र बाधा भवति केन सूत्रेण रात्सस्य इत्यनेन सूत्रेण तत्र बाधा भवति यद्यपि अत्र पदः पदसंज्ञा अमार्जिति पदसंज्ञा अन्ते संयोगः अस्ति तथापि अत्र जकारस्य लोपः न भवति कारणं किं रात्सस्य इति नियमसूत्रस्य कारणेन किमर्थं चेत् रात्सस्य इति सूत्रं वदति संयोगस्य प्रथमवर्णः रेफः चेत् तत्र अनन्तरं सकारस्य एव लोपः अपरवर्णस्य न सो अत्र जकारस्य लोपः तस्य कृते निषेधः बाधा भवति रात्सस्य इत्यनेन अस्तु चेतन भगिनी पठितुमिच्छति वा अत्र उदाहरणं दत्तम् अमृज् योगत् अमृज् मृज् इति एकं धातु अस्ति तस्य लङ्लकारस्य रूपं पश्यामः चेत् वयं जानीमः वयम् एतत् सूत्रम् अधीतं तत् किमस्ति लुङ् लङ् लृङ् शु अट् उदात्तः लुङ् लङ् लृङ् एते त्रयेषु लकारेषु तत्र किं भवति अट् इति आगमः भवति अट् इति आगमः टित् अस्ति सो टित् आगमः कुत्र भवति आदौ भवति आद्य अन्तौ टकितौ इति परिभाषासूत्रेण यः टित् आगमः यस्य आगमः धातु आगमः अथवा अतः सः कुत्र भवति आदौ भवति सो अ इति कथनेन अत्र अट् आगमः मृज् इति धातुः लङ्लकारस्य विवक्षा अस्ति वी वाण्ट् टु मेक् ए अस्माकम् इच्छा किम् अस्ति अस्माकं विवक्षा अस्ति वी वाण्ट् टु मेक् ए लङ्लकाररूपं फ्राम् दिस् एकवचनस्य रूपं फ्राम् दिस् मृज् धातुः सो लङ्लकारः नित्लकारः ल अपि च कण्ठ्यन लङ् लङ् इति कथनेन सो नित्लकारः सो नित्लकारे तत्र बहूनि कार्याणि प्रथमकार्यमस्ति लुङ् लङ् लृङ् शु अट् उदात्तः उदात् अटस्य आगमः तत्र भवति सो अमृज् इति आदौ केन सूत्रेण लुङ् लङ् लृङ् शु अनन्तरं लङ्लकारस्य एकवच मृज् इति धातुः परस्मैपदी धातुः सो अत्र किं भवति तिप् इति प्रत्ययस्य विधानं सो लस्य इति अधिकारे महोदय मृज् धातु तु प्रश्नपदी न दृश्यते अत्र आत्मनेपदी अस्ति वा महोदय चेक् करोतु अस्ति तु तत् मत अस्ति चेत् तेन कारणेन वयं न वक्तुं शक्यते न वी केन् चेक् फ्रोम् द धातुपाठः वेदर् दिस् मृज् इस् अत्र तिप् इति कथनेन आदौ तु पकारस्य इत् अनन्तरं ति इति अवशिष्टभागः परन्तु नित्लकारेषु इकारस्य तत्र लोपः भवति सो तत्र इकारस्य लोपः नित्लकारेषु अन्ते इकारः वर्तते चेत् तत्र किं भवति इकारस्य अपि लोपः सो त एव अवशिष्यते नित्ल केवलं नित्लकारेषु भगिनी परस्मैपदि भगिनी चक्र कृतवती आम् सो अमृज् योगः तिप् आदौ तु तिप् एव भवति प्रथमे तत्र पकारस्य इत् अनन्तरम् इकारस्य अपि लोपः विशिष्टसूत्रद्वारा इकार नित्लकारेषु इकारस्य लोपः भवति सो त एव अवशिष्यते इदानीं पठतु भगिनि चेतन भगिनी अनन्तरम् अत्र योग त भवति परन्तु अत्र त न श्रूयते, किमर्थम्? तस्य लोपः भवति पूर्वे. आम्, पूर्वे वयं दृष्टवन्तः न अबाबन्द् इति. अत्र केन सूत्रेण? हल्न्याभ्यो दीर्घात् सूतीस्य. सूतीस्य एते त्रयः प्रत्ययः, सुप् प्रत्ययः, तिप् प्रत्ययः, स्य प्रत्ययः. एतस्य विषये अपृक्तसंज्ञा भवति. अपृक्त इत्युक्ते अपृक्तम् एकाल हल् इति तत्र संज्ञासूत्रम्. सो यस्मिन् प्रत्यये एकम् एव अल् अवशिष्यते तस्य अपृक्त इति संज्ञा भवति. अत्रापि तिप् इति प्रत्ययस्य आदौ तोपकारस्य यत् अनन्तरं तस्य लोपः भवति, अनन्तरम् इकारस्यापि लोपकार्यं. सो अत्र एकम् एव अल् एकम् एव वर्णः अवशिष्यते. सो तकारस्य अपृक्तसंज्ञा भवति. सो हल्योव्या दीर्घात् हल् हलन्तात् अनन्तरम् अपृक्त अलस्य अपृक्तप्रत्ययस्य तत्र किं लोपकार्यम्. अत्रापि अमृज् एकनिमिषः महोदय. अमृज् इति कथनेन हलन्त् अत्र हलन्तात् अनन्तरम् अपृक्त अलस्य तत्र किं लोपकार्यं. सो अमृज् एव अवशिष्यते. वदतु महोदय. महोदय अबाबन्द् धातु अस्ति, तस्य अपि तदपि प्रश्नपदी अस्ति किम्? अबाबन्द् इति याङ्ग् लुगन्त् धातुः, बन्द् इति धातुः परस्मैपदी धातुः, बन्द् इति धातु पश्यामः. लङ् अस्ति न, लङ् लकारस्य विवक्षा अत्र बन्धातु अपि मत्वा परस्मैपदी अस्ति. आमां, तत्रापि तिप् इति. धन्यवादः महोदय. पूर्वं संशय आसीत्, चिन्ता मास्तु महोदय. धन्यवादः. आम्, अनन्तरं पठतु. सो तकारस्य अपि लोपः केन सूत्रेण? हल्न्याभ्यो दीर्घात् सूतीस्य अपृक्तं हल् इत्यनेन तकारस्य लोपः. सो अमृज् एव अवशिष्यते. इदानीम् अनन्तरं पठतु भगिनि. मृजीर्वृद्धिः इत्यनेन वृद्धिः अमार्ज् भवति. आम्, इदानीं पश्यतु एतत् विशिष्टसूत्रं. मृज् धातु विषये महर्षिः वदति, विशिष्टधातुः मृज् इति धातुः विशिष्टधातुः. किमर्थं चेत् तत्र एकं सूत्रम् एतस्य धातु कृते तत्र सूत्रं भवति मृजेर्वृद्धिः इत्युक्ते मृज् धातुः तत्र किं भवति? वृद्धिः भवति. सो अत्रापि वृद्धिः अपि च गुणकार्यं कुत्र कुत्र भवति? अन्तिमं वर्णस्य अपि च उपधायां स्थितस्य वर्णस्य वृद्धिः. सो मृजेर्वृद्धिः इत्यनेन यः उपधायाम् अन्तिमं हलस्य अनन्तरं यः वर्णः अत्र तो ऋकारः, उपधायाम् अत्र ऋकारः. अमृज् इति यः अस्ति उपधायां ऋकारः. ऋकारस्य गुणः कः भगिनि? गुणः अर् आम्, अकारः रेफः. परन्तु वृद्धि इति अन्येन वयं जानीमः तत्र वृद्धि आत् एच् वृद्धि आत् एच् इति एकं सूत्रं, वृद्धिराधेच् इति एकं सूत्रम् अस्ति. सो आत् अपि च एच् आत् इत्युक्ते दीर्घ आकारः अ आ आत् आकार दीर्घ आकारः अपि च एच् ऐकारः औकारः. एते त्रयः वर्णः वृद्धिसंज्ञकवर्णः अनेन सूत्रेण भवति. केन सूत्रेण? वृद्धिराधेच् आत् एच्. सो आत् एच् एच् इति प्रत्याहारः, एच् इति प्रत्याहारे ऐकारः औकारः द्वौ वर्णः. अपि च आत् आत् इति कथनेन दीर्घ आकारस्य ग्रहणम्. सो आ ऐ औ एते त्रयः वर्णः वृद्धिसंज्ञकवर्णः व्याकरणे यथा तत्र तत्र गुणवर्णः कः अकारः एकारः ओकारः तथैव वृद्धिसंज्ञकवर्णः के व्याकरणे आकारः ऐकारः औकारः एते त्रयः वर्णः वृद्धिसंज्ञकवर्णः सो मृझेर्वृद्धि इति कथनेन तत्र वृद्धिः करणीयम् सो वयं जानीमः यत्र वृद्धिकार्यं वृद्धिकार्यस्य कृते निर्देशः यदि तस्मिन् सूत्रे स्थानि न दत्तं तत्र एकं परिभाषासूत्रम् आगत्य तत्र सहायता करोति अत्रापि स्थानि न दत्तं सो वयं जानीमः इको गुणवृद्धिः इक एकं परिभाषासूत्रं वदत् अस्ति प्रथम अध्याये इको गुणवृद्धिः इति सूत्रं वदति यस्मिन् सूत्रे गुणकार्यस्य अपि च वृद्धिकार्यस्य कृते निर्देशः यदि तस्मिन् सूत्रे स्थानिपदं न दत्तं कस्य स्थाने करणीयं वृद्धि अपि च गुणकार्यं करणीयं तत्र इक स्थाने एव गुण अपि च वृद्धि करणीयं सो अत्रापि अत्र इक इत्युक्ते इ ऊरुलु इक् प्रत्याहारे ते तत्र एते वर्णाः आयान्ति एते स्वराः आयान्ति सो अत्रापि ऋकारस्य स्थाने एव वृद्धिः यथा ऋकारस्य गुणः अर् भवति तथैव ऋकारस्य गुणः आर् भवति सो ऋकारस्य स्थाने तत्र किम् आदेशः आर् इति आदेशः सो अम् योग आर् योग ज सो अमार्ज् इति भवति सो मृज् धातुः अनन्तरं तत्र किं भवति मृझेर्वृद्धिः इत्यनेन तत्र वृद्धिः करणीयं सर्वदा करणीयं सो अत्र अमार्ज् इति रूपं निष्पद्यते अनेन सूत्रेण इदानीं पठतु महोदय मार्ज् धातुः अस्ति मृज् धातुः अस्ति चुरादिगणे अस्ति किं पश्यतु न जानीमः महोदय मृज् धातुः कुत्र अस्ति कान्तस्य लोपः इत्यनेन ज् लोपः प्राप्तः जकारलोपः प्राप्तः अनन्तरं भगिनि अदादिगण अस्ति चुरादिगणे अपि अस्ति इत्यनेन ज लोपः बाधितः अमार्ज अत्र दृश्यतु सामान्यनियमः कः वदति संयोगान्तस्य लोपः इदानीम् अमार्ज इति पदसंज्ञा तस्य पदसंज्ञा भवति वा न भवति भगिनि भवति किमर्थं भवति अमार्ज्य पदम् अस्ति तिप्रत्ययः योजितः खलु अतः आम् अत्र तिप् योज अस्माकं तु वी एडिड् द तिप् प्रत्ययः बट् कस्यचित् सूत्रद्वारा तस्य सम्पूर्णतया लोपः सो तत्र एकं सूत्रमस्ति व्याकरणे प्रत्ययस्य लोपः प्रत्ययस्य लक्षणं यद्यपि प्रत्ययस्य लोपः भवति वी केनाट् गेट् द प्रत्ययः बेक् बट् तस्य लक्षणं तिष्ठति सो तिप् इति लक्षणम् अत्र तिष्ठति अतः अमार्ज इति पदसंज्ञा प्राप्नोति तथैव सर्वाणि अव्यपदानि यद्यपि तत्र सुप् अपि च अव्यस्य कृते तत्र एकविंशति सुप्रत्ययानां तत्र लोपः भवति तथापि तेषां पदसंज्ञा भवति ते सर्वाणि सुबन्तानि तथैव अत्रापि अस्ति सूत्रं किम् प्रत्ययस्य लोपे प्रत्ययस्य लक्षणं यद्यपि प्रत्ययस्य तिप् इति प्रत्ययस्य सम्पूर्णतया लोपः अभवत् तथापि अमार्ज इति पदसंज्ञा प्राप्नोति अत्र तिप् प्रत्ययस्य लक्षणं तिष्ठति अतः अमार्ज इति पदसंज्ञा तस्य पदसंज्ञा अस्ति इति पदम् अस्ति सो पदस्य अन्ते संयोगः अस्ति चेत् अत्र अन्तिमम् अलस्य लोपः करणीयम् इति सामान्यनियमः संयोगान्तस्य लोपः इति सूत्रं वदति अत्र पदस्य अन्ते कस्य संयोगः भगिनि के वर्णः रकारस्य अपि जकारस्य आम् रकारजकारस्य संयोगः अत अस्ति रकारजकारमध्ये किमपि नास्ति अतः अत्र संयोगः हलो अनन्तराः संयोगः हलो अनन्तरः इत्युक्ते हल् रकारः अपि हल् वर्णः, जकारः अपि हल् वर्णः. सो हलो हलो अनन्तरः हलो मध्ये किमपि नास्ति चेत् तत्र तस्य नाम अस्ति संयोगः. सो अत्र रकार जकारस्य संयोगः. सामान्यनियमं किं वदति? अन्तिमम् अलस्य लोपः करणीयं. सो अनेन सूत्रेण किं भवति? रात्सस्य न न संयोगान्तस्य लोपः इति सूत्रेण किं कार्यम्? जकारस्य लोपः. जकारस्य लोपः अनेन सूत्रेण. परन्तु आम् परन्तु रात्सस्य वदति रकारस्य अनन्तरं सकारः अस्ति चेत् एव लोपः भवति. अत्र रकारस्य परे जकारः अस्ति अतः तस्य लोपः न भवति. यद्यपि रात्सस्य इति सूत्रस्य तादृशः तत्र नास्ति परन्तु तथापि तस्य फलित अर्थः एतत् एव अस्ति. रेफ् संयोगस्य प्रथमवर्णः रेफः अस्ति चेत् रेफात् अनन्तरं सकारस्य एव लोपः, अपरवर्णस्य न इति सूत्रस्य फलित अर्थः. सो अत्रापि अमार्जित्यनेन यद्यपि पदस्य अन्ते संयोगः परन्तु तस्य संयोगस्य प्रथमवर्णः अत्र रेफः. सो वयं जानीमः तत्र एकं नियमसूत्रमस्ति रात्सस्य सूत्रं वदति रेफात् अनन्तरं केवलं सकारस्य लोपः, अपरवर्णस्य न, अतः अमार्ज् एव तिष्ठति, अमार्ज् एव रूपम् इति नियमसूत्रस्य तत्र प्रयोजनम् अस्ति व्याकरणे. अस्तु अस्तु भगिनि, अवगतं वा भगिनि? आं भगिनि, धन्यवादः. अस्तु अग्रे कः पठितुमिच्छति? कः पठितुमिच्छति? कः अथवा का पठितुमिच्छति? स्वयम् अग्रे आगच्छतु. मञ्जरी भगिनी अस्ति वा? आं पठामि वा? पूर्णिमा पूर्णिमा भगिनी अहं पठामि. ध्वनिः किञ्चित् सम्यक् नास्ति. ध्वनिः आयाति वा? कः वदति? मञ्जरी भगिनी. आम् आम् श्रूयते भगिनी, पठतु. अग्रे द्रक्ष्यामः यत् अमार्ज् व्रश् च व्रश् सृज व्रश्च बृज व्रश्च व्रश्च व्रश्च व्रश्च सृज मृज यज राज राजश शाम शः इत्यतेन जस्थाने शकारादेशः तथा अमार्ष् इति भवति. अमार्ज् इति रूपमस्ति तथा जस्थाने शकारः शकारादेशः भवति. तो अन्तिमरूपमस्ति अमार्ष्. अनन्तरं हा जलां जशन्ते इत्यतेन इत्यनेन पदान्ते जष्ट्वम् अमार्ट् च स्थाने वावसाने इत्यतेन विकल्पेन पदान्ते चर्त्वं भवति तस्य अमार्ट् इति भवति. तथा प्रथमं शकारादेशः अमार्ष् अनन्तरं जलां जशन्ते इति सूत्रेण पदान्ते जष्वं तत्र शकारस्य डकार आम् हा डकारः अनन्तरं वावसाने इति सूत्रेण पदान्ते चर्त्वं भवति तथा ड स्थाने ट आयाति तथा अमार्ट् इति अमार्ट् भवति अमार्ट्. सो अत्र एकत्र विभिन्नसूत्रस्य तत्र प्रसक्तिः भवति. व्रश्च व्रश्च सृज मृज यज राज एते सर्वे धातवः सो मृज इति धातुः अस्मिन् सूत्रे मृज इति धातु विषये अपि लिखितम् सो मृज इति धातुः यः जकारः यज् इति धातु यः जकारः राज इति धातु यः जकारः भ्राज तादृश बहूनि धातुः विषये अत्र दत्तं तत्त्वविषयः नास्ति तत्र शः इति आदेशः इत्युक्ते जकारस्य शकारस्य स्थाने तत्र शः इति आदेशः भवति सो अत्रापि यः अमार्ज् इति रूपम् अस्ति तस्य तत्र अनेन सूत्रेण अमार्ष् श इति मूर्धन्यषकारस्य आदेशः अनेन सूत्रेण भवति इदानीं श इति वर्णः जलप्रत्याहारस्य वर्णः वयं जानीमः जलां जशो अन्ते पदस्य अन्ते जलवर्णः अस्ति चेत् तस्य जश् इति आदेशः भवति जश् इति प्रत्याहारे जबगडद इति आदेशः परन्तु तत्र ज ब ग ड ड इति कथं ड एव आदेशः तस्य कृते तत्र सूत्रमस्ति स्थाने अन्तरतमः अत्रापि स्थाने अन्तरतमः इति परिभाषासूत्रस्य आवश्यकता इत्युक्ते अत्र शकारस्य स्थाने बहूनि आदेशः जश् इति प्रत्याहारे तत्र पञ्चवर्णाः जबगडद सो तेषु अत्र कः आदेशरूपेण आगन्तुं शक्यते इति अत्र भ्रमः जायते सो यस्मिन् यस्मिन् विधिसूत्रे कार्यस्य कृते भ्रमः जायते तत्र परिभाषासूत्रम् आगत्य सहायता करोति इति परिभाषासूत्रस्य तत्र प्रयोजनं व्याकरणे अत्रापि अत्र जब गड द इत्यनेन कः आगन्तुं शक्यते स्थाने अन्तरतमः सूत्रं वदति यस्य स्थाने आदेशः शकारस्य स्थाने आदेशः तस्य तुल्यतमवर्णः एव आगन्तुं शक्यते आदेशरूपेण आगन्तुं शक्यते सो ज ब ग ड द इति पश्यामः चेत् तत्र तस्मिन् प्रत्याहारे एकम् एव वर्णः यः मूर्धन्य यस्य उच्चारणस्थानं मूर्धा अस्ति सः अस्ति डकारः अतः अत्र शकारस्य स्थाने डकारः एव आगन्तुं शक्यते तत्र ज ब ग इति आगन्तुं न शक्यते इति तत्र परिभाषासूत्रस्य आवश्यकता सो तत् परिभाषासूत्रं किं स्थाने अन्तर्तमः सो अमार्ढ् इति भवति इदानीम् अमार्ढ् इति भवति तत्र अन्यत् अनन्तरम् एकम् अन्यत् सूत्रम् अस्ति वावसाने वावसाने इति कथनेन सः किं वदति महर्षि वा इति यः यत्र यत्र सूत्रे वा अस्ति तत्र विकल्पः वी हेव् अ चाय्स् ओवर् दियर् सो वा अवसाने इति सूत्रेण तत्र चरत्वसन्धिविषये यः सूत्रमस्ति खरिच सूत्रे तत्र जलाम् इति पदस्य अनुवृत्तिः सो जलप्र तत्र अपदान्ते तत् भवति अपदान्ते जलाम् अनन्तरं तत्र यः किं भवति चरत्व प्रथमवर्णस्य तत्र आदेशः भवति अत्र अपि अत्र किं वावसाने इति सूत्रं किं वदति अवसानपरे अत्र अवसानः अस्ति अवसानः इत्युक्ते किं व्याकरणे इदानीं पुनः प्रश्नः आयाति अवसानः इत्युक्ते किम् अवसानः इत्युक्ते एकं पारिभाषिकशब्दः टेक्निकल् वर्ड् इन् व्याकरणशास्त्रं तस्य कृते पाणिनिना तत्र दत्तं सूत्रं दत्तम् अवसानपदस्य अर्थः कः विरामो अवसानः इति तत्र सूत्रम् अस्ति सो विरामो अवसानः इति संज्ञासूत्रं किमर्थं संज्ञासूत्रम् अवसानपदः इत्युक्ते किं तस्य डेफिनिशन् तत्र दत्तं विरामो अवसानः विरामः इत्युक्ते किमपि अनन्तरं नास्ति चेत् तत्र विरामः अस्ति अतः अत्र अवसानः अवसानपरे तत्र किं करणीयं तत्र विकल्पेन अवसाने इत्युक्ते विकल्पेन तत्र चरत्वसन्धि भवति सो अमार्ट् अपि साधुरूपम् अमार्ढ् अपि मम इच्छा अस्ति चेत् बिकास् वा इस् दियर् न सो ऐ हेव् अ विकल्पः ऐदर् ऐ केन् डू अ चरत्व देन् इट् विल् बिकम् अमार्ट् और् ऐ केन् अवाय्ड् दिस् ऐ केन् रैट् अमार्ढ् सो अमार्ढ् अपि साधुरूपम् अमार्ट् अपि साधुरूपं किमर्थम् अत्र अव अत्र वा इति दत्तम् ऐ हेव् अ चाय्स् यत्र वा न दत्तं तत्र तु कोऽपि चाय्स् नास्ति. वा अवसाने इत्युक्ते विकल्पेन अत्र पदान्ते चरत्वं. सो अत्र अमार्ट् अपि रूपं सिद्ध्यति, अमार्ड् अपि. अत्रापि दृश्यतु रेफात् अत्रापि पदसंज्ञा, एतस्य वर्णसमूहस्य पदसंज्ञा. अत्र अन्ते संयोगः, तथापि अत्र लोपकार्यं न भवति. तस्य कृते कारणं किं? रात्सस्य इति नियमसूत्रं. तेन सूत्रेण नियमः भवति. रेफात् अनन्तरं केवलं सकारस्य लोपः, अन्यवर्णस्य न. सो टकारः तथैव तिष्ठति, तकारस्य लोपः न भवति. तथैव अत्रापि रेफात् अनन्तरं डकारः, डकारस्य तु लोपः न भवति. अत्रापि रेफात् अनन्तरं मूर्धन्यषकारः, षकारस्य लोपः न भवति. अस्तु, अनन्तरं कः पठितुम् वदतु, वदतु भगिनि. अग्रे पठामि वा? यदा कदा प्रश्नः आयाति कोऽपि अन्य पठितुं पूर्णिमा भगिनी पठितुम् इच्छति वा भगिनि? नास्ति वा भगिनि? मम ध्वनिः सम्यक् नास्ति, अन्ये अवगन्तुं न शक्यते. मम ध्वनिः किञ्चित् चिन्ता मास्तु. उषा भगिनी पठामि वा? न अहं पठामि वा महोदय? आं पठतु भगिनि, कृपया पठतु. यदा कदा प्रश्नः आयाति सकारलोपस्य उदाहरणं किम्? एतादृशः धातुः प्रायः न स्यात् यस्य अन्ते रेपसकारयोः संयोगः विद्यते, परन्तु सुबन्तेषु दृष्टान्तः लभ्यते. ऋकारान्तस्य सुबन्तानां पञ्चम्यन्तं रूपं, षष्ट्यन्तं रूपं च अनेन सिद्ध्यते. यथा इत्युक्ते अत्र तिङन्तरूपं पश्यामः चेत् तत्र रकारसकारस्य कोऽपि उदाहरणं न लभ्यते व्याकरणे तिङन्तरूपेषु, परन्तु सुबन्तरूपेषु सूत्रस्य प्रसक्तिः भवति. सो सुबन्तरूपेषु कथं रेफसकारस्य तत्र पदम् आयाति, अन्ते संयोगः आयाति, तस्य विषये अत्र दत्तं. कृपया पठतु भगिनि उदाहरणं. पितृयोगः न्यस्, अत्र अनेक अनुबन्धलोपे पितृयोगः अस् इति भवति. न्यस् इति अत्र लशकतिथि इत्यनेन ञकारस्य लोपः भूत्वा अस्यैव तिष्ठति. इदानीं पितृयोगः अस् ऋत उत् इति धातोः इत्यनेन ऋकारान्तात् उत्तरयोः न्यसिन्यसोः अतिपरे पूर्वपरयोः उकारः एक आदेशः भवति. अतः तत्र अस् स्थाने उकारः भवति ऋत उत् इति धातोः. अतः तत्र ऋकारस्य उत्तरयोः नसि नसि अचीप् अतिपरे पूर्वपरयोः उकारः एकादेशः. पितृ इति अत्र अत्र ऋकारस्य लोपः भवति, अतः तत्र पित् योगः ऊ योगः. अस्मध्ये अकारस्य अतोपरे इति किम् अस्ति भगिनि? अत्र ऋकारस्य लोपः न भवति. ऋत उत् इति कथनेन ऋकारस्य उत् इति आदेशः, उकारः इति आदेशः, आदेशकार्यम्. अनन्तरं तत्र ऊ इति एकनिमिषम् आम् अत्र दृश्यतु. ऋत उत यः सूत्रम् अस्ति तस्य विषये अत्र लिखितमस्ति. इत्युक्ते ऋकारान्तात् पञ्चमी अन्तं पदः, ऋकारान्तात् अनन्तरं तत्र किम् अस्ति? नस् अपि च नसि. एकनिमिषः, ऐ हेव् अ स्लैड् फार् दिस्. अत्र एकनिमिष, अत्र दृश्यतु. स्लैड् दृश्यते वा? आं महोदय, अत्र दृश्यतु. सु औजस् अम् ओट्षस् एते सर्वे सुप् प्रत्ययाः, एकविंशति सुप् प्रत्ययः. अत्र नसि अपि च नस् पञ्चमी एकवचने नसि इति प्रत्ययः, षष्ठी एकवचने नस् इति प्रत्ययः. सो एते प्रत्ययस्य द्वयस्य विषये अस्मिन् सूत्रे दत्तं. कुत्र? ऋकारान्तात् अनन्तरं नस् अपि च नसि अत्र नस् अपि च नसि वयं दृष्टवन्तः तत्र सर्वदा किं नकारस्य लोपः लशकु इत्यनेन नकारस्य लोपः सो अस् अपि च असि इति अवशिष्टभागः सो अतिपरे इत्युक्ते अकारपरे ऋकारस्य परे कीदृश आकारः नस् इति आकारः नसि इति आकारः सामान्य आकारः अनन्तरं ऋकारान्त् ऋकारान्तात् सामान्य आकारः अस्ति चेत् तत्र तु एतत् सूत्रं कार्यं न करोति किमर्थं चेत् अत्र नसि नसोः इति लिखितम् अस्ति नसि नसोः प्रत्ययस्य अत् अकारः अनन्तरम् अस्ति चेत् अत्रापि अस् इति अकारः परे अस्ति चेत् तत्र किं भवति पूर्वपरयोः इत्युक्ते र अपि च अ मिलित्वा एकम् एव आदेशः रु अपि च रुस्वरः अपि च नस् अपि च नसि अकारस्य स्थाने तत्र उतः इति आदेशः भवति उत् इति प्रथमान्तं पदः सो उत् इति कथनेन तत्र उकारस्य ह्रस्व उकारस्य एव ग्रहणं सो रु अपि च अस्थाने तत्र उ इति आदेशः भवति केन सूत्रेण ऋत उत इति सूत्रेण समीचीनं महोदय इदानीं पित् योगः उ योगः स अत्र उरन्ध्रपरः इत्यनेन ऋस्थाने यः अण् सः रपरः भवति अण् स्थाने नकारस्य लोपः भूत्वा अकारः एव तिष्ठति पित् योगः उर् इति भवति उरन्ध्रपरः इत्यनेन तत्र अर् भवति एतत् उर् भवति उरन्ध्रपरः इति एकं परिभाषासूत्रं परिभाषासूत्रं किं वदति यत्र यत्र ऋकारस्य स्थाने अनप्रत्याहारस्य कोऽपि वर्णस्य आदेशः तत्र सर्वदा तत्र अनप्रत्याहारस्य अनन्तरं रेफः अपि सर्वदा आयाति अत्रापि रुस्थाने उ भवति अनप्रत्याहारे के के वर्णः अ इ उण् अकारः इकारः उकारः अनप्रत्याहारे त्रयः वर्णः अकारः इकारः उकारः सो अत्र रुस्थाने उकारः आदेशः उ इति वर्णः अनप्रत्याहारे आयाति अस्ति अनप्रत्याहारे अस्ति अतः यत्र यत्र यस्मिन् यस्मिन् सूत्रे ऋकारस्य स्थाने अनप्रत्याहारस्य कोऽपि वर्णस्य आदेशः यथा ऋत उत इति सूत्रे ऋस्थाने उ आदेशः तत्र सर्वदा तस्य अनप्रत्याहारस्य अनन्तरं रेफः अपि आयाति सो उ परे सर्वदा तत्र किं भवति उर् इति न तु उ आदेशः केवलम् उ न आयाति उर् इति आदेशः तथैव गुणे अपि तत्र रुस्थाने न केवलम् अ इति गुणवर्णः परन्तु अपरे सर्वदा अर् इति आदेशः तथैव आर् इति वृद्धिः तत्र सर्वदा यत्र यत्र रुस्थाने अनप्रत्याहारस्य वर्णस्य आदेशः तदा तत्र किं भवति सर्वदा तत्र अनप्रत्याहारस्य परे रेफः अपि आयाति सो अत्रापि उरनरपरः इति परिभाषासूत्रेण तत्र किं भवति न केवलम् उ परन्तु उर् इति आदेशः आं महोदय अनन्तरम् अत्र अस् इति प्रत्ययेन सकारः एव तिष्ठति इदानीं पित् योगः उर् योगः स राक्षस्य इत्यनेन सकारस्य लोपः अतः तत्र पित्तूर् इति भवति पित्तूर् इति भवति इदानीं रेपस्य स्थाने ससज्जुषोरुः इत्यनेन ऋत्वं भूत्वा अनन्तरं करावसानयोर्विसर्जनीयः इत्यनेन विसर्गः आगच्छति अतः अन्तिमरूपं पितुः इति भवति आं तथैव तत्र षष्ठ्यान्तं षष्ठीविभक्त्यान्तं पदः अपि पितुः एव पञ्चमी अपि सो अत्र दृश्यतु इदानीं पितुरस् इति पदं सुबन्तपदं सो पदान्ते अन्ते अत्र संयोगः वर्तते कस्य संयोगः रकारस्य अपि च सकारस्य संयोगः पदस्य अन्ते वर्तते सो इदानीं तत्र रकारस्य अन्ते सकारः अतः रात्सस्य इति सूत्रस्य प्रसक्तिः सो सकारस्य अत्र लोपः भवति रात्सस्य इत्यनेन किमर्थं चेत् रेफात् अनन्तरं केवलं सकारस्य रूपः, सो अत्र सकारस्य लोपः भवति, पितुर् इति अवशिष्यते, पितुर् इति पदम्। इदानीं खर् अवसानविसर्जनीयः, अत्र तु रकारस्य अवसानपरे अपि च खर् व्यञ्जनः परे अस्ति चेत् अत्र तु अवसानपरे अस्ति, इत्युक्ते किमपि अनन्तरं नास्ति, सो अत्र खर् अवसानविसर्जनीयः इति सूत्रेण अत्र रकारस्य विसर्गादेशः, सो पितुः इति भवति। सो खर् अवसानविसर्जनीयः इति सूत्रं किं वदति? रकारस्य परे कोऽपि खर् व्यञ्जनः अथवा अवसानम् अस्ति चेत् तस्य रकारस्य विसर्ग आदेशः भवति इति सूत्रस्य अर्थः। सो अत्र पितुर् इति अनन्तरं किमपि नास्ति, अवसानः अस्ति, अतः अत्र पितुः इति रूपं सिध्यते। सो र अपि च स उदाहरणं कुत्र लभ्यते? तिङन्तपदेषु तु न लभ्यते, परन्तु सुबन्तेषु एतादृशं सूत्रं तत्र कार्यं करोति। किमर्थं चेत् रात्सस्य इति सूत्रस्य तत्र अधिकारः कस्य सूत्रे आयाति? पदस्य अधिकारः, न केवलं तिङन्तं पदं, धातु अनन्तरं तिङ् योजामः तदपि पदं, परन्तु सुप् तिङन्तं पदं, सुप् सुप् अन्ते यस्य विधीयते तदपि पदं। सो अत्रापि एतत् सूत्रस्य प्रसक्तिः, अतः पितुः इति भवति। अस्तु, क्षम्यतां महोदय, एकः प्रश्नः अस्ति। वदतु महोदय। अत्र पितृयोगे ञस् अथवा ञसि परे अत्र अनुबन्धनिष्कासनानन्तरम् अस् आयः आयाति चेत् तस्य एव तत्र निमित्तम् अस्ति, ऋत उत इति सूत्रे नस नसि अति नस् अपि च नसि इति अकारस्य परे एव तत्र उत आदेशः। धन्यवादः। अत्र अकारः यः श्रूयते तत्र अन्यत् प्रत्ययः अपि सन्ति यस्य अकारः आदौ श्रूयते, परन्तु तत्र उत इति आदेशः न भवति। नस् अपि च नसि यः अकारः तत्र अनन्तरम् आयाति तत्र एव उत इति आदेशः इति तस्य अर्थः। देट् इस् वै नस् नसि इति दत्तम् अस्ति, नसि नसो इति दत्तम् अस्ति। बहु धन्यवादः महोदय। अस्तु महोदय, अत्र एक उदाहरणम् अस्ति, उरन् अपर उकारमपि उदाहरणम् अत्र अस्ति न? आम्, अन्यथा अकारस्तु मध्ये मोस्ट् उदाहरणं फार् उकारः। आं, सम्यक् महोदय। यत्र यत्र रुवर्णस्य स्थाने तत्र अन् इति प्रत्याहारस्य आदेशः तत्र सर्वदा र परे आयाति। उरन् रपरः इति सूत्रेण तत्र अनप्रत्याहारस्य परे सर्वदा तत्र र अपि आयाति, न केवलम् अनप्रत्याहारस्य वर्णः परन्तु र अपि आयाति। सो उर् इति आदेशः, अर् इति आदेशः, आर् इति आदेशः। अस्तु, इदानीम् अत्र स्थगामः। कोऽपि अन्यप्रश्नः अस्ति चेत्? सो रात्सस्य इति सूत्रं नियमसूत्रं, कस्य कृते? संयोगान्तस्य लोपः इति सूत्रस्य कृते। तत्र एकं व्याकरणे नियमसूत्रं दत्तं रात्सस्य। सो यदा सो वट् वी हेव् अण्डर्स्टूण्ड् इस् देट् संयोगान्तस्य लोपः इति सूत्रं पठामः चेत् तत्र रात्सस्य अपि पठनीयं, देन् ओन्ली वी केन् डू द कार्यं सम्यक्तया। अन्यथा तत्र तथैव हलन्त्यं पठामः चेत् न विभक्तौ तु स्मः अपि तत्र स्मर्तव्यं, बिकास् विभक्तिप्रत्ययेषु अन्तिमं हलं तुस्मा अस्ति चेत् तस्य लोपः न करणीयम् इति नियमसूत्रं वदति। सो वेन् वि रीड् विधिसूत्रं, तस्य कृते कोऽपि नियमसूत्रं तु नास्ति, तदपि पठनीयं, देन् ओन्ली वी केन् डु द सम्यक्तया कार्यं तत्र कर्तुं शक्यते। अस्तु, इदानीम् अनन्तरं महोदय अलोन् तस्य स्पेशल् मध्ये किम् उदाहरणम् अस्ति अमार्ज्य, अन्य अपि कोऽपि उदाहरणम् अस्ति कि अमार्ज्य अन्य अलोन्त्यस्य विषये? तत्र बहूनि अलोनन्त्यस्य इति परिभाषासूत्रं, तत्र लोपकार्यस्य विषये मुख्यतया दत्तं, कस्य लोपः करणीयं, सम्पूर्ण अङ्गस्य लोपः वा सम्पूर्णसंयोगस्य लोपः वा? परन्तु तत्र अलो अनन्तस्य इति सूत्रं वदति नो, तत्र अन्तिमम् अलस्य एव लोपः, सो लोपकार्यस्य विषये यत्र यत्र भ्रमः जायते तत्र तत्र अलो अनन्त्यस्य इति सूत्रस्य प्रसक्तिः भवति. सूत्रं वदति अन्तिमम् अलस्य एव लोपः, सम्पूर्ण तत्र अङ्गस्य अपि च संयोगस्य लोपः न करणीयम्. न केवलम् अत्र महोदय, संयोगात् अस्ति तत्र एक बाधा न महोदय, अत्र रात्सस्य इत्यनेन बाधः, न तु अलो अनन्तस्य. अलो अनन्तस्य इति विधिसूत्रं नास्ति, अत्र राट्सस्य इत्यनेन, राट्सस्य इत्यनेन बाधः. सो ट इति लोपः न भवति, ड इति लोपः न भवति. किमर्थं चेत् राट्सस्य सूत्रं वदति रात् अनन्तरं रेफ् अनन्तरं केवलं सकारस्य नियमसूत्र अस्ति वा? किन्तु कोऽपि द्वयोः कक्षयोः मध्ये अस्ति, अन्यकक्षायाः ध्वनिः अपि कृपया तत्र म्यूट् करोतु. The audio is bad, but I just, I can't help that. I don't know what the problem is. Just one question I had, ki eng padanta adati also restricts the applicability of HOYAVAYAMATA. No, I will write this in the group, Bhagni. I can write this in the group. Or I can send in the recording mail, because tatr bahu dhani. Okay, thank you. I will note it down. Anya kakshayah madhya asti tadaha disturbance bhagini. Kopi anya prashna asti va anyatha atra sthagamaha atra samayaha bhavat. Astu atra sthagam astu bhagini. Idanim shanti mantram pathami. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः. शुभदिनं. धन्यवादः. बहु धन्यवादः महोदय. धन्यवादः महोदय. शुभदिनम्.